तर्हि इदानीम् अस्माकं विषयः अस्ति आत्मानिरूपणम् इति. तत्र जीवात्मा परमात्मा इति वयं दृष्टवन्तः पूर्वं. पुष्पा भगिनि, नमस्ते भगिनि. अहं शृणोमि. तर्हि तत्र जीवात्मानिरूपणम् इति भागे वयम् इदानीं स्मः. अत्र जीवात्मा इत्युक्ते कः जीवः, ईश्वरः, तयोः मध्ये तत्र भेदः कः इति निरूपयित्वा अग्रे गम्यते. तत्र जीवात्मा विभुः इति अपि वयं दृष्टवन्तः. तर्हि तस्मात् आरम्भं कुर्मः. तर्हि बालसुब्रह्मण्यं महोदय, भवान् पठति वा अत्र जीवस्य अनित्यत्वे का शतिः इति यः भागः अस्ति तस्मात्? जीवस्य अनित्यत्वे का क्षतिः? स जीवः विभुः सकलमूर्तसंयोगवान्. किम् इदं मूर्तं? यस्मिन् क्रिया सम्भवति, कस्मिन् क्रिया सम्भवति, यत् क्वचित् नास्ति. पृथिवी, जलं, तेजः, वायुः, मनश्च भवति तथाविधम्. न हि तत् सर्वत्र अस्ति. अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया. तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तं. तैः सर्वैः संयुक्तवात् आत्मा विभुः इति उच्यते. अर्थात् परममहत् परिमाणवान्. तर्हि वदति वा महोदय? क्षम्यतां महोदय. वदतु. जीवः विभुः, विभुः इति सर्वे व्याप्तिः अस्ति इति. विभुः सकलमूर्तसंयोगवान्. किम् इदं मूर्तं? यस्मिन् क्रिया सम्भवति, कस्मिन् क्रिया सम्भवति इति प्रश्नानि सन्ति. महोदय, अत्र सकलमूर्तसंयोगवान् इत्युक्ते किम्? अत्र किञ्चित् वदति वा भवतः अवगमनं किम् इति? तत्र तत्र सकलमूर्तसंयोगवान् कः? सकलमूर्तसंयोगवान् मूर्तम् इति नानाविध जीवात्मा. सकलमूर्तजीव, क्षम्यतां, सकलमूर्तसंयोगवान् इत्युक्ते अत्र जीवः एव खलु? तर्हि तत्र जीवः अस्ति विभुः, जीवः सकलमूर्तसंयोगवान् अपि अस्ति. तर्हि इदानीं तत्र सकलमूर्तसंयोगवान् इत्युक्ते सकलमूर्त, तर्हि तत्र सकलमूर्तद्रव्यं, द्रव्यं यद् यद्यत् द्रव्याणि ये सन्ति तैः सह संयुक्तः भवति जीवात्मा इति विषयः अत्र. तर्हि तत्र इदानीं प्रश्नः उदेति, मूर्तद्रव्यम् इत्युक्ते किम् इति, मूर्तम् इत्युक्ते किम् इति. तर्हि तस्य उत्तरमस्ति यस्मिन् क्रिया सम्भवति. तर्हि द्रव्यं, तत्र नवद्रव्याणि वयं दृष्टवन्तः खलु, तत्र नवद्रव्याणि सन्ति इति. तत्र नवद्रव्येषु येषु क्रिया भवति ते एव मूर्तद्रव्याणि भवन्ति. तर्हि इदानीं क्रिया सम्भवति इति भवतु. क्रिया सम्भवति इत्युक्ते किं? तत्र कस्मिन् क्रिया सम्भवति इति नूतनप्रश्नः उदेति खलु. तत्र मूर्तमित्युक्ते तस्य समाधानं दीयते अत्र, यस्मिन् क्रिया सम्भवति इति. परन्तु इदानीं नूतनप्रश्नः उदेति, क्रिया सम्भवति इत्युक्ते क्रिया कुत्र सम्भवति इति नूतनप्रश्नः आयाति खलु. तर्हि तत्र तस्य उत्तरमस्ति यत् क्वचित् नास्ति इत्युक्ते, तत्र यत् क्वचित् नास्ति इत्युक्ते किम्? कुत्रापि नास्ति खलु, कुत्रापि नास्ति, कुत्रापि नास्ति इत्युक्ते किं, तत्र यः विभुः अस्ति सः सर्वत्र अस्ति, तर्हि यः विभुः नास्ति तदेव कुत्रापि नास्ति चेत् शून्यम् इति वक्तुं शक्यते वा? शून्यम् इति न, क्वचित् नास्ति, कुत्रापि कुत्रापि इत्युक्ते यत्र कुत्रापि नास्ति इति न खलु, तर्हि कुत्रापि अस्ति परन्तु कुत्रापि नास्ति अपि, इत्युक्ते जलं सर्वत्र अस्ति इति वक्तुं न शक्नुमः खलु, कुत्र अस्ति, क्वचित् अस्ति, क्वचित् नास्ति, परन्तु आकाशः तथा नास्ति, आकाशः तु सर्वत्र अस्ति, आकाशः क्वचित् नास्ति इति वक्तुं शक्नुमः वा? तदेव, तर्हि तत्र पृथ्वी, जलं, तेजः, वायुः, मनः इति तथा भवति, इत्युक्ते यत् क्वचित् नास्ति तस्मिन् क्रिया सम्भवति. तर्हि अग्रे पठतु. मनश्च भवति तथाविधं, पृथिवी, जलं, तेजः, वायुः, मनश्च भवति तथाविधं, न हि तत् सर्वत्र अस्ति. एतानि सर्वे सर्वत्र अस्ति इति वक्तुं न शक्यते. अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया. इत्युक्ते किम्? अतः यत्र यत्र अस्ति ततः संयोगरूपेण क्रियामूलं जायते. क्रिया अस्ति इति कारणात् संयोगजनिका भवति खलु, इत्युक्ते चिन्तयतु जलम् अस्ति अत्र अस्ति, अपि च नदी वहति इति चिन्तयतु, प्रथमवारं वहति नदी, अस्तु, तर्हि गङ्गा नदी प्रथमवारं यदा वहति अथवा गङ्गा नदी तत्र वहति चेत् तत्र यः जलम् अस्ति नूतनजलमेव सर्वदा अस्ति खलु, यतोहि जलस्य गमनं जातमेव, तर्हि यदा गङ्गानलं प्रवहति तत्र पश्यतु तत्र इदानीं वाराणसीनगरे अस्ति, तदनन्तरं कुत्रापि अथवा हरिद्वार् नगरे अस्ति, तदनन्तरं वाराणसी आगच्छति चेत् प्रथमं हरिद्वार् नगरक्षेत्रे अस्ति, तदनन्तरं गमनक्रिया तस्मिन् अस्ति इति कारणात्, इत्युक्ते जले अस्ति, नद्याम् अस्ति इति कारणात् तत्र इदानीं तस्मात् तद् वाराणसी प्राप्नोति खलु, तर्हि तत्र वाराणसी वाराणसीनगरेण सह तस्य संयोगः जातः क्रियाद्वारा. सत्यं, तर्हि तत्र एकस्थलेषु अन्यस्थलं अन्यस्थलस्य तत्र संयोगः भवति खलु अन्यस्थलेन सह. चलनं मुख्यम् एतदर्थं चलनं मुख्यं किल, चलनं हा क्रिया, क्रिया इति एव खलु, तत्र तत्र गमनक्रिया अस्ति, तदेव तत्र पृथिवी अपि एतत् एवमेव क्रिया. हा सत्यं, तत्र पुस्तकम् इदानीं तत्र आसन्दे अस्ति, तस्मात् कोऽपि उन्नीय तस् पुस्तकं तत्र उत्पीठिकां स्थापयति चेत् तत्र प्रथमं पुस्तकस्य संयोगः आसन्देन सह, इदानीं संयोगः अस्ति उत्पीठिकाया सह, उत्पीठिकया सह, तर्हि तत्रापि तत्र संयोगजनिका भवति खलु क्रिया. तच्च क्रियावत् पृथिव्याधिपञ्चकं मूर्त्रं, पृथिवी, जलं, तेजः, वायुः, मनः च इति पञ्चकं मूर्तं क्रियावत्. क्रियावत् इत्युक्ते किम् अत्र? क्रियावत् इति पूर्वम् एव उक्तं भवत्याः, संयोजनिका जायते तस्मिन् क्रिया. परन्तु क्रियावत् इति पदस्य किञ्चित् विवरणं करोतु. क्रियावत् कथं वक्तव्यं तत्र प्रत्ययः कः अत्र तत्र वत् इति किमर्थमस्ति हा इत्युक्ते क्रिया अस्मिन् अस्ति इति यद् मूर्तद्रव्यमस्ति तस्मिन् क्रिया अस्ति मूर्तमिति नपुंसकलिङ्गपदं तर्हि क्रियावत् न तु क्रियावान् तैः सर्वैः संयुक्तवात् आत्मा विभुः इति संयुक्तत्वात् आत्मा विभुः इति इच्छते तैः सर्वैः द्वारा न द्वारा न तैः सर्वैः द्वारा नास्ति खलु तैः सर्वैः क्षम्यता तैः सर्वैः संयुक्तत्वात् आत्मा विभुः इति उच्यते सो आत्मा सर्वव्यापत्वं तैः सर्वैः तैः इत्युक्ते अत्र कैः प्रथमम् पृथिवी जलं तेजः वायुः मनः इति उत्तमं तत्र पञ्च तत्र पृथिव्यादिपञ्चकं आम् पृथिव्यादिपञ्चकैः सर्वैः संयुक्तत्वात् संयोगात् आत्मा विभुः इति उत्तमम् इत्युक्ते तत्र प्रथमवाक्ये यत् पदमस्ति सकलमूर्तसंयोगवान् तस्य विवरणमेव अत्र तैः सर्वैः इत्युक्ते सकलमूर्तद्रव्यैः सह संयोगः जायते इति तत्र आत्मा विभुः इति उच्यते अर्थात् परममहत् परिमाणवान् परममहत् परिमाणवान् पूर्वं मम पठितवन्तः महत् परिमाणं परमाणुपरिमाणं मध्यमपरिमाणम् इत्यादि अत्र अर्थात् परममहत् परिमाणवान् इत्युक्ते यत्र विभुः अस्ति तत्र विभुः अस्ति चेत् तस्य परिमाणं परममहत् परिमाणम् इति वयं पूर्वं दृष्टवन्तः तद्विस्तरेण अपि वयं पठितवन्तः तत्र तदर्थं तत्र विभुः इति इदानीं तत्र जीवात्मा विभुः इति स्वीक्रियते तर्हि विभुः इति कारणात् अत्र तस्य परिमाणमपि परममहत् परिमाणं भवति अस्तु उत्तमं तर्हि अग्रे सुनील् महोदय भवान् पठति वा पठामि तस्य मध्यमपरिमाणवत्वे सः अनित्यः स्यात् यस्य यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम् अतः जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात् अस्तु तथा किं तेन तथा सति पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रय नाशे नाशः स्यात् इत्येको दोषः अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं न अपलभ्येत इमौ दोषौ एव कृतहाना कृतभ्यागमौ इति शास्त्रे व्यवह्रियते कृतयोः पूर्वजन्मनि कृतयोः पापपुण्ययोः हानं नाशः आश्रयरूपस्य जीवस्य नाशे तद्वर्तिनां सर्वेषां गुणानां नाशात् अकृतस्य अभ्यागमः इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत तत्त्वमिदं सुविशदं मुक्तावल्यादिग्रन्थे चिन्तितं तत एवानुसन्देहं हा अत्र किञ्चित् अधिकमेव अस्ति महोदय, तर्हि तत्र कण्ठशः पठित्वा वदतु। तस्य मध्यमपरिमाणत्वे सः अनित्यः स्यात्। यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम्। यदा वयं पूर्वं दृष्टवन्तः मध्यमपरिमाण विषये, तत्र के मध्यमपरिमाण परिमाणे आसन् ते नित्यः अथवा ते अनित्यः इति वयं दृष्टवन्तः, अनित्याः इति वयं दृष्टवन्तः। इत्युक्ते तत्र तेषां नाशः भवति इति। उदाहरणं यत्र घटः इति, घटः अनित्यः इति पूर्वमेव वयं दृष्टम्। अतः जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात्। अस्तु, तथा किं तेन, तथापि पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रयनाशे नाशः स्यात् इत्येको दोषः। अतः जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात्। परन्तु जीवः परममहत्परिमाणम् इति वयं दृष्टवन्तः खलु भगिनि, अत्र इदानीं जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात्। तत्र यदा तत्र जीवस्य मध्यमपरिमाणत्वे इत्युक्ते मध्यमपरिमाणत्वं स्वीकुर्मः चेत्, यदि तत्र मध्यमपरिमाणम् इति वदामः चेत् तस्य किं भवति, तर्हि अनित्यः इति भवति। यतोहि यत्किमपि मध्यमपरिमाणं यस्य मध्यमपरिमाणम् अस्ति सः अनित्यः इति वयं पूर्वं दृष्टवन्तः, यथा घटादौ इत्युक्ते तस्य निर्माणं भवति चेत् नाशः अपि भवति इति वयं जानीमः। तर्हि इदानीं तत्र जीवस्य मध्यमपरिमाणं स्वीकुर्मः चेत् सः अपि विनाशी स्यात् इत्युक्ते सः अपि अनित्यः स्यात्, तस्यापि नाशः भवति स्यात्। यदा तथा भवति तर्हि किं, अस्तु तर्हि भवतु तस्य विनाशः भवति इति, तस्य जीवात्मा अपि नित्यः न अनित्यः, तस्य विनाशः भवति इति वयं स्वीकुर्मः चेत् तस्य का हानिः इति इदानीं प्रश्नः भवति खलु। तर्हि तेन किं भवति, तत्र किमर्थं तथा वक्तुं, किमर्थं तदा वदामः चेत् दोषाय इति चिन्तयामः चेत्, तत्र एकः दोषः अस्ति, तथा सति पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रयनाशे नाशः स्यात् इति एकः दोषः। यतोहि तत्र तथा सति इत्युक्ते तत्र तथा अस्ति चेत् तत्र इदानीं तत्र अहम् इत्युक्ते जीवात्मा एव सत्यं, तर्हि तत्र अहम् इति न्यायशास्त्रे तत्र जीवात्मा एव सूचयति। तर्हि यदा तत्र जीवात्मायाः जीवात्मनः अपि तत्र नाशः भवति, तर्हि किं भवति इदानीं तत्र, यदा अस्मिन् जन्मनि मम पापं वा पुण्यं वा वयं सम्पादयिष्यामः तस्य अपि नाशं भवति खलु। यतोहि तत्र जीवात्मा नश्यति चेत् तेन सह सम्पादित पापम् अपि च पुण्यं द्वयोः अपि नाशः भवति। तत्तु तथा तु न भवति न भवतु इति एकः विचारः अस्ति. अपरं च तद्वाक्यं स्पष्टं वा इदानीं प्रथमम्? अपरश्च द्वितीयं वाक्यमस्ति, अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं न उपलभ्यते. इत्युक्ते तथा भवति चेत् किं भवति, यदा अस्मिन् जन्मनि तत्र सुखं वा दुःखं वा कोऽपि अनुभवति तर्हि तस्य कारणं किं, तत्र कारणं विना कार्यं न जायते इति वयं पूर्वमेव दृष्टवन्तः. तत्र कारणं नास्ति चेत् कार्यं न भवति. तर्हि अस्तु, तत्र भवतु यदा तत्र कोऽपि दशवयस्कः वा पञ्चदशवयस्कः वा अस्ति, तस्य सुखं वा दुःखं वा भवति चेत् वयं तदपि वक्तुं शक्नुमः, अस्मिन् जन्मनि एव सः किमपि पापं वा पुण्यं वा कृतवान् तस्य एव कारणेन सुखं वा दुःखं वा अनुभवति इति. परन्तु लघुशिशुः अस्ति यस्य जन्म इदानीमेव जातः, तस्य अपि सुखं वा दुःखं वा भवति खलु. कदापि रोगं भवति, कदापि तथा नास्ति, कदापि आनन्देन सः तिष्ठति, कदापि पुनः पुनः रोदिति, तर्हि तथापि भवति. तर्हि तस्य समाधानं कथं वा वक्तुं शक्नुमः, यतोहि तस्य इदानीमेव तस्य जन्म जाता. तर्हि तत्र तस्य पापं वा पुण्यं वा इदानीं किमपि नास्ति खलु, तत् किमपि कार्यं कर्तुं न शक्नोति. तर्हि तत्र पापं वा पुण्यं वा इति प्रसङ्गः एव न उदेति. पूर्वजन्म, हा, तर्हि परन्तु इदानीं वयं तत्र जीवात्मा नश्यति इति स्वीकुर्मः चेत् पूर्वजन्म इति प्रसङ्गः अपि न आगच्छति खलु. तर्हि तस्य समाधानं कथं वा कर्तुं शक्नुमः? तर्हि तादृशदोषः भवति इति कारणात् तत्र तथा वयं न अङ्गीक्रियते, अस्माभिः न अङ्गीक्रियते. तस्य दोषौ इत्युक्ते इमौ दोषौ इत्युक्ते तत्र दोषद्वयमस्ति खलु. एकं तु तस्य पापं वा पुण्यं वा यद्वयं पूर्वं कृतवन्तः तस्य फलं न अनुभूतवन्तः. इत्युक्ते तत्र पूर्वजन्मनि पापं वा पुण्यं वा यत्किमपि भवतु तस्य अपि नाशः भवति. अपि च द्वितीयमस्ति, इदानीं किमपि सुखं वा दुःखं वा यस्य अनुभवं वयं कुर्मः तस्य कारणमपि नास्ति इति तत्र दोषद्वयं वर्तते. तौ दोषौ एव तत्र कृतहान अकृताभ्यगमौ इति शास्त्रे व्यवगृह्यते. इत्युक्ते कृतहान इति एकम्, अकृताभ्यागमः इति द्वितीयम्. तर्हि कृतहानः इति एकः, अकृताभ्यगामः इति द्वितीयः. कृतहानः इत्युक्ते यद्वयम् इदानीं चर्चितवन्तः, कृतयोः इत्युक्ते पूर्वजन्मनि कृतयोः इत्युक्ते पूर्वजन्मनि कृतं पापं वा पुण्यं वा यदपि भवतु तस्य हननम् इत्युक्ते तस्य हानं तस्य नाशः इति एकः दोषः. किमर्थं तथा भवति इत्युक्ते तत्र पापं पुण्यं तत्सर्वम् आत्मनि अस्ति खलु, तद्वयं पूर्वं दृष्टवन्तः तत्र आत्मनि तत्र भवति इति. तर्हि तत्र तस्य पापं वा पुण्यं वा तस्य आश्रयः आत्मा अस्ति चेत् तादृशजीवात्मायाः नाशः भवति चेत् तेन सह तस्मिन् विद्यमानः तादृशगुणः अपि तस्य अपि नाशं भवति एव. तदेव अस्ति, आश्रयरूपस्य जीवस्य नाशे तद्वर्तिनां सर्वेषां गुणानां नाशात्. इत्युक्ते आश्रयरूपः जीवः इत्युक्ते जीवः एव तस्य आश्रयः, आश्रयस्य नाशः भवति चेत् तद्वर्तिनां, वर्ति इत्युक्ते तस्मिन् विद्यमानानां सर्वेषां गुणानामपि नाशः भवति. तेन कारणेन तत्र कृतहानः इति एकः दोषः आगच्छति. द्वितीयमस्ति, हा हा वदतु महोदय. प्रश्नम् अत्र मध्यमपरिमाणे विनाशः स्यात् सुखदुःखम् इत्यादि इत्यादि सर्वे अपि जीवात्मा जीवस्य एव किल हा जीवस्य एव सत्यं जीवात्मा चेत् पूर्ववाक्यं यस्य यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटाद दृष्टम् घटमिति जीवात्मा घटादौ इति तत्र उदाहरणरूपेण दृष्टान्तः एव यदा तत्र घटः घटस्य परिमाणं मध्यमपरिमाणम् इति वयं जानीमः खलु तर्हि तस्य यथा मध्यमपरिमाणम् अस्ति तस्य नाशः भवति तथैव जीवात्मनः अपि नाशः भवेत् इति इदानीं तत् तदेव अस्माकं चर्चा इदानीं सत्यं सम्पूर्ण उदाहरणं नास्ति किल अत्र सम्पूर्ण उदाहरणम् इत्युक्ते इति चेत् पूर्ववाक्ये घटः इति जीवात्मा किल वस्तु घटः इति जीवात्मा प्रसङ्गे न तत्र घटः इति मध्यमपरिमाणः मध्यमपरिमाणवस्तु यस्य यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम् वस्तुः अपि जीवात्मा अपि मध्यमपरिमाणं चेत् हा यत् यत् यस्य कस्यापि मध्यमपरिमाणं भवतु तस्य विनाशः भवति तर्हि जीवात्मा इति तस्य मध्यमपरिमाणं स्वीकुर्मः चेत् तस्य अपि नाशः भवति नाशः भवति चेत् तेन कीदृशी समस्या आपतति इति इदानीम् अस्माकं प्रश्न चर्चा अस्तु तर्हि कृतहानः इत्युक्ते किम् इति कृतहानः इत्युक्ते कः इति अवगमनं स्यात् खलु तस्य विषये इदानीं द्वितीयदोषः किं तत्र द्वितीयदोषः कः अकृतस्य अभ्यागमः इत्युक्ते इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत इत्युक्ते तत्र विनाशः जीवात्मा जीवस्य नाशः भवति चेत् तर्हि पूर्वजन्मनि कृतं यत् पापं वा पुण्यं वा भवतु तस्यापि नाशः अभवत् तस्यापि नाशः अभवत् चेत् इदानीं तत्र यदा यस्य कस्यापि जीवात्मा जन्मः भवति तस्य नूतनजीवात्मा अस्ति नूतनजीवात्मा अस्ति चेत् तस्य कोऽपि सुखं वा दुःखं वा भवति चेत् तस्य कारणं किम् इति कथं वा वक्तुं शक्नुमः इति तद् भिन्नसमस्या आगच्छति खलु तदेव तत्र तत् तत्त्वं सुविशदं सुविशदम् इत्युक्ते अतीवस्पष्टतया मुक्तावल्यादिग्रन्थे चिन्तितं तद् एव अनुसन्देहम् इत्युक्ते तत्र यद् वयम् इदानीं चर्चितवन्तः तत् तस्मिन् पुस्तके अपि तत्र ग्रन्थे अपि उक्तमस्ति इति तत्र स्पष्टता अस्ति वा अस्तु पुष्पा भगिनी भवती पठितुम् इच्छति वा भवतु महोदय भवानेव अग्रे पठतु एवमेव अणुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत सर्वशरीरावच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन् अतः तस्य विभुपरिमाणं स्वीकार्यं पूर्वोक्तकृतहानकृताभ्यागमवारणायैव जीवस्य नित्यत्वमपि स्वीकार्यम् इत्याह नित्यश्च इति नित्यः च इति इदानीं वयं तृतीयभागं स्वीकुर्मः इत्युक्ते तत्र परममहत्परिमाणं वयं स्वीकृतवन्तः, अतः अनन्तरं मध्यमपरिमाणमपि स्वीकृतवन्तः, तत्र दोषः अपि अथवा दोषौ अपि वयं दृष्टवन्तः. इदानीं अन्य अणुपरिमाणस्वीकारं परिमाणमपि स्वीकुर्मः. तत्र जीवः शरीरस्य एकतेस्य अस्ति चेत् तत्र वेदना अनुभूयेत इति. सर्वशरीरं तत्र एकः एव भवति इति. एवमेव अणुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत. सर्वशरीर अवच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन्, अतः तस्य विभुपरिमाणं स्वीकार्यम्. इदानीम् अत्र अणुपरिमाणं स्वीकुर्मः चेत् तत्र शरीरस्य अवच्छेदेन एकत्र एव भवति इति तादृशं वा भगिनि? भवान् यदुक्तवान् तत् सम्यक् एव, किञ्चित् इतोपि वक्तव्यमस्ति. इत्युक्ते तत्र इदानीं वयं मध्यमपरिमाणं स्वीकुर्मः चेत् तेन तत्र समस्या का इति दृष्टवन्तः. इदानीं मध्यमपरिमाणं स्वीकुर्मः चेत् इत्युक्ते नित्यः तत्र किम् अस्ति, तत्र मध्यमपरिमाणं स्वीकुर्मः चेत् विनाशी इति भवति, अजीवात्मा विनाशी इति भवति. तत्र नित्यः इति न वक्तुं शक्नुमः, तस्मात् तत्र दोषः आगच्छति, दोषद्वयं सत्यं. तर्हि अणुपरिमाणमपि नित्यः खलु, यदा तत्र परमाणुः अस्ति, परमाणुः नित्यः एव, तस्य परिमाणम् अणुपरिमाणं. तर्हि अणुपरिमाणमिति स्वीकर्तुं शक्नुमः, तर्हि तत्र तादृशदोष निवारणं भवति. तत्र कृताहान अपि च तत्र अकृताभ्यगमः इति तत्र दोषद्वयं यद्वयं पूर्वम् उक्तवन्तः, तस्य निवारणं भवति खलु इति. तत्र किमर्थम् अणुपरिमाणं न स्वीकर्तुं शक्नुमः इति प्रश्ने सति, तत्र वदति दन्तकारः, तत् तथा स्वीकुर्मः चेत् अणुपरिमाणम् इति तत्र बहु सूक्ष्मपरिमाणमस्ति खलु. तर्हि शरीरे यत्र जीवात्मा अस्ति तत्र एव तत्र किमपि वेदना अस्ति चेत् तत्र एव तत् वयं वेदना अनुभूयामः. अत्र अन्यत्र कुत्रापि तत्र किमपि यत्किमपि भवतु, तत्र वेदना येन केनापि कारणेन भवति चेत् तस्य अनुभवं वयं न तस्य वयं न अनुभवामः इति तथा वक्तुं न शक्नुमः खलु. तर्हि तत्र शरीरे यत्र कुत्रापि वेदना भवतु, वयं तस्य अनुभवं कुर्मः एव. अवगतं वा? इत्युक्ते इति चेत् अणुपरिमाणम् इति न वक्तुं शक्नुमः, यतोहि तत्र अणुपरिमाणम् इति तत्र चिन्तयतु, तत्र हस्ते किमपि हस्ते एकभागे एव तत्र जीवात्मा अस्ति चेत् केवलं तस्मिन् भागे कोऽपि वेदना कापि वेदना आगच्छति चेत् वयं ज्ञातुं शक्नुमः. शिरोवेदना वा दन्तवेदना वा यत्किमपि भवतु, तद् भवति चेत् तस्य अनुभवं वयं कर्तुं न शक्नुमः. परन्तु आनुभविकं तथा नास्ति खलु, तत्र सार्वजनिकरूपेण वयं ज्ञास्यामः एव, तत्र जानीमः एव, तत्र तथा न भवति इति. सर्वत्र वेदना, शरीरे सर्वत्र वेदना तत्र अनुभवामः एव. इत्युक्ते अत्र अणुपरिमाणमपि न स्वीकर्तुं शक्नुमः इति किमर्थम् अनुपरिमाणमपि न स्वीकर्तुं शक्नुमः इति अत्र अस्ति. तर्हि तत्र शरीर सर्वशरीर अवच्छेदेन इत्युक्ते शरीर अवच्छेदेन तत्र जीवात्मा तत्र विभुः इत्युक्ते परममहत्परिमाणं परिमाणत्वम् अस्ति जीवात्मनि इति अत्र विषयः. अतः मध्यमपरिमाणे दोषौ स्तः, अणुपरिमाणे अपि दोषः अस्ति, अतः परममहत्परिमाणमेव स्वीकुर्मः, अतः नित्यः इति. हा सत्यम्, अतः नित्यः विभुः अपि नित्यः अपि इति आगच्छति. तत्र सर्वशरीर अवच्छेदेन तत्र एव किञ्चित् प्रश्नः आसीत् इत्युक्ते तस्मिन् वाक्ये. हा हा हा, इदानीं स्पष्टं खलु? उत्तमम् उत्तमं. तर्हि इदानीम् अस्माकं करपत्रमस्ति वा, तस्य किञ्चित् आत्माविषये अस्ति, तत् पठित्वा तदनन्तरं मनः इति भागः पठामः. अस्तु, तर्हि बालसुब्रह्मण्यं महोदय भवान् पठति वा? आत्मा तितीलिकादि गज गजपर्यन्तं गजपर्यन्तं सर्वेषाम् एकैकम् आत्मा, प्रत्येकं च जीवात्मा विभुः, किन्तु ज्ञानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति. जीवात्मा सर्वत्र, परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति. अन्यत्र सर्वत्र जीवात्मा अस्ति एव, परन्तु तस्मिन् ज्ञानं न उत्पद्यते. यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह, तत्र तस्मिन् आत्मनि ज्ञानं न उत्पद्यते. यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह, तत्रापि ज्ञानं न उत्पद्यते. एवञ्च द्वौ आत्मानौ उभौ अपि सर्वव्यापिनौ, उभयोः अपि संयोगः सर्वस्मिन् शरीरे, परन्तु ज्ञानम् एकस्मिन् आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः. सो पिपीलिकादि गजपर्यन्तं सर्वेषाम् एकैकम् आत्मा, सरलं, प्रत्येकं च जीवात्मा विभुः, किन्तु ज्ञानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति. जीवात्मा सर्वत्र, परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति. किञ्चित् प्रश्नः अस्ति तस्मिन् ज्ञानम्. एकक्षणं महोदय, अत्र सुनील् महोदय भवान् उक्तवान् खलु सर्वशरीर अवच्छेदेन इति, तस्मिन् प्रसङ्गे एव अस्ति एतत् सर्वं, प्रथमपङ्क्तिः तत्र प्रथमपरिच्छेदः भवान् अवगच्छति वा? इदानीं वयं जानीमः पिपीलिका गजः अन्यजन्तवः सन्ति, तत्र प्रतिशरीरं प्रत्येकं प्रत्येकम् आत्मा इति अस्ति. तत्र प्रत्येकम् एक जीवात्मा अस्ति चेत् अपि तत्र ज्ञानाश्रयत्वं तत्र प्रतिशरीरं भवति इति, जीवस्य प्रतिशरीरे भवति इति. इत्युक्ते जीवस्य स्वस्य शरीरे तत्र, इत्युक्ते तत्र पिपीलिकादिगजपर्यन्तम् इति किमर्थम् उक्तम् इत्युक्ते पिपीलिका इति बहु सूक्ष्मकीटः अस्ति खलु, बहु लघु अस्ति. गजः इति बृहत् अस्ति, परन्तु पिपीलिकस्य अपि गजस्य अपि तत्र जीवात्मा इति यः यदस्ति, तत् जीवात्मा तु समानमेव. तत्र एकैकम् आत्मा अस्ति, प्रत्येकं तद् यत् यत् जीवात्मा पिपीलिकायां यः जीवात्मा अस्ति, अपि च गजे या अस्ति तत् यः अस्ति, तत्र तयोः मध्ये भेदः नास्ति. द्वयम् अपि तत्र विभुः अस्ति, नित्यः, तत् सर्वं भवति एव. अत्र परन्तु ज्ञानाश्रयत्वं, तर्हि ज्ञानमिति अपि एकः गुणः खलु. ज्ञानं कुत्र वर्तते? आत्मनि वर्तते. हा, आत्मनि वर्तते. तत्र आत्मविषये यदा वयं पठितवन्तः, अत्र नवगुणाः आत्मनि अस्ति इति वयं दृष्टवन्तः. तत्र बुद्धिः इत्युक्ते ज्ञानं, सुखं दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, भावनाख्यसंस्कारः इति नवगुणाः इति वयं दृष्टवन्तः. आत्मनि सन्ति इति. तर्हि तेषु अन्यतमः अस्ति ज्ञानम् इति. तर्हि ज्ञानाश्रयत्वं कुत्र अस्ति? ज्ञानाश्रयत्वं आत्मनि अस्ति, अथवा प्रतिशैली अस्ति. आत्मनि अस्ति, उत्तमं. ज्ञानाश्रयः आत्मा, ज्ञानाश्रयत्वम् आत्मनि. तर्हि ज्ञानाश्रयत्वम् आत्मनि अस्ति चेत् तत्र अपि च आत्मा विभुः, जीवात्मा विभुः, जीवात्मा सर्वत्र अस्ति इति, तत्र यथा तत्र भारतदेशे किमपि भवति अथवा आस्ट्रेलियादेशे किमपि भवति चेत् तस्य विषयस्य ज्ञानम् अस्माकं मनसि न भवति खलु, यदा वयम् अत्र स्मः चेत्. तर्हि विभुः इत्युक्ते सर्वत्र अस्ति, परन्तु सर्वत्र अस्ति इति कारणात् तत्र सर्वज्ञानं प्राप्नोति इति न. तत्र यस्य शरीरं यत्र अस्ति, शरीरेण सह संयोगः भवति चेत् तत्रैव ज्ञानं भवति. अन्यशरीरेण सह, अन्यमूर्तद्रव्येण सह तस्य संयोगः भवति, परन्तु ज्ञानाश्रयत्वं तत्र नास्ति. अवगतं वा? किञ्चित् क्लिष्टं. ज्ञानाश्रयत्वं प्रतिशरीरे भवति इति. प्रतिशरीरे इत्युक्ते तत्र जीवात्मा यदस्ति, जीवस्य शरीरे एव भवति. इत्युक्ते भवान् इति यः जीवात्मा अस्ति, तस्य जीवात्मनः तस्मिन् यद् ज्ञानं भवति, तत् केवलं तस्य संयोगः भवतः शरीरेण सह यदा भवति तत्रैव भवति, तदा एव भवति, सर्वदा सर्वत्र न. कृपया पुनः एकवारं तत् वाक्यं वदतु महोदय. हा, इत्युक्ते अहम् इति जीवात्मा सत्यं. तर्हि अहम् इति जीवात्मा विभुः, नित्यः च. इत्युक्ते अहम् इति जीवात्मा सर्वत्र अस्ति, परन्तु मम शरीरं केवलम् अत्र मम गृहे, इदानीं मम गृहे एतस्मिन् कोष्ठे एव अस्ति. तर्हि यद् ज्ञानं वयम् अहं प्राप्नोमि, इत्युक्ते मम जीवात्मनि यद् ज्ञानम् उत्पद्यते, तद् ज्ञानं केवलं यदा अहम् इति मम जीवात्मा मम शरीरेण सह संयोगः भवति, तदा एव तस्य मनसि ज्ञानम् उत्पद्यते. आत्मनि, हा हा, सर्वदा एवमेव भवति. तत्र उक्तं, यतोहि तत्र विभुः इति उक्तं खलु, विभुः इति अस्ति चेत् सर्वत्र जीवात्मा अस्ति इति अस्ति एव. विभुः इति वदामः चेत् जीवात्मा सर्वत्र अस्ति, केवलं मम शरीरे इति न. मम शरीरे अपि अस्ति, मम शरीरस्य बहिः अपि सर्वत्र अस्ति. परन्तु ज्ञानाश्रयत्वं यदा मम जीवात्मा क्षम्यताम् अहम् इति मम जीवात्मा मम शरीरेण सह भवति तत्र एव ज्ञानाश्रयत्वं भवति. हा इदानीं तद्वाक्यं पुनः पठतु महोदय. तत्र प्रत्येकं च जीवात्मा विभुः किन्तु ज्ञानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति. जीवात्मा सर्वत्र परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति इति. आम् स्पष्टम्. अन्यत्र सर्वत्र जीवात्मा अस्ति एव परन्तु तस्मिन् ज्ञानं न उत्पद्यते. यत्र स्पष्टमेव अन्यत्र सर्वत्र जीवात्मा अस्ति एव भवत्या भवती उक्तवती परन्तु तस्मिन् ज्ञानं न उत्पद्यते. यदा स्वस्य शरीरे अस्ति तदा एव ज्ञानम् उत्पद्यते इति किल. यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह तत्र तस्मिन् आत्मनि ज्ञानं न उत्पद्यते. यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह तत्रापि ज्ञानं न उत्पद्यते. ज्ञानं न उत्पद्यते यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह कथम् एवं सम्भवति. जीवात्मनः संयोगः अपरस्य शरीरेण सह इत्युक्ते तत्र जीवात्मा विभुः सर्वमूर्तसंयोगवान् सकलमूर्तसंयोगवान् इति वयं दृष्टवन्तः खलु. तर्हि अपरस्य जीवस्य शरीरेण सह अपि तस्य संयोगः भवति एव. परन्तु ज्ञानाश्रयत्वं तत्र न भवति. धन्यवादः. एवं च द्वौ आत्मानौ उभौ अपि सर्वव्यापिनौ उभयोः अपि संयोगः सर्वस्मिन् शरीरे परन्तु ज्ञानम् एकस्मिन् आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः. ओ सुन्दरं स्पष्टमेव. उत्तमम्. अग्रिमपरिच्छेदः अपि पठतु महोदय. तथा चेत् विभुत्वात् को लाभः अथवा किमर्थम्? जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तम् एव अभविष्यत् तर्हि जीवात्मनि मध्यमपरिमाणत्वात् अनित्यम् अनित्यत्वात् मोक्षः असम्भवः अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न अभविष्यत्. अतः जीवात्मा विभुः इति उच्यते. विभुत्वात् सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः किन्तु ज्ञानाश्रयत्वं केवलं स्वस्य शरीरे. किमर्थमिति चेत् तत्र विलक्षणसंयोगसम्बन्धः इति उच्यते. जीवः तु प्रतिशरीरं भिन्नो विभुः नित्यस्य. सो विभुत्वात् को लाभः? किमर्थं विभुत्वं भवेत् इति प्रश्नानि. जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तमेव अवविश्यत् तर्हि जीवात्मानि मध्यमपरिमाणत्वात् अनित्यम्, अनित्यत्वात् मोक्षः असम्भवः, अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न अभविष्यत्। खण्डनम्। जीवात्मनि मध्यमपरिमाणत्वात् अनित्यम्। आम्, अनित्यत्वात् मोक्षः असम्भवः, अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः। तर्हि एतत् सर्वं वयं पठितवन्तः खलु? अवगच्छति वा महोदय भवान् तत्र स्वस्य तदर्थमेव पुनः पुनः वदामि, तत्र स्वस्य शब्दैः तत्र किञ्चित् वदतु, नो चेत् मम ज्ञानं न भवति यदा भवान् आगच्छति वा न वा इति। अत्र आम्, तर्हि जीवात्मनि मध्यमपरिमाणात् अनित्यम्, जीवात्मः मध्यमपरिमाणम् इति पूर्वमेव पृष्टवन्तः, तस्मात् अनित्यम्। अनित्यत्वात् जीवात्मा मध्यमपरिमाणम् इति स्वीकुर्मः चेत् तत्र मध्ये अनित्यः इति तत्र विषयः आगच्छति। अनित्यः इति वदामः चेत् तेन तत्र कीदृशी समस्या अथवा तत्र दोषद्वयं वस्तुतः वयं दृष्टवन्तः खलु, तत्र द्वौ दोषौ इति वयं दृष्टवन्तः। तर्हि द्वौ दोषौ आपततः, तदर्थं तत्र विभुत्वं स्वीकृतं। विभुत्वं स्वीकुर्मः चेत् किं भवति, तत्र सकलमूर्तसंयोगवान् इति भवति। इत्युक्ते तत्र केवलं स्वस्य शरीरेण सह इति न, परन्तु सर्वैः शरीरैः सह संयोगसम्बन्धः जायते। तर्हि तदर्थमेव तत्र ज्ञानाश्रयत्वं केवलं तत्र स्वस्य शरीरे, स्वस्मिन् शरीरे एव तत्र भवति। तत्र विलक्षण इत्युक्ते भिन्नसंयोगः इति, तत्र इत्युक्ते तत्र यथा यः संयोगः स्वस्य शरीरेण सह भवति सः संयोगः भिन्नसंयोगः इति उक्तवन्तः। इत्युक्ते तत्र अन्यैः शरीरैः सह यः संयोगः भवति तस्मात् भिन्नः, भिन्नविधसंयोगः इति, तत्र विलक्षणसंयोगः इति उक्तम्। विभुत्वस्य कारणात् नित्यः अपि इति वक्तुं शक्यते वा? हा हा, तत्र विभुत्वस्य कारणात् नित्यः, अपि च नित्यस्य कारणात् विभुत्वमपि खलु, यतोहि तत्र जीवात्मा नित्यः नास्ति चेत् तत्र समस्या आगच्छति इति, तत्र नित्यत्वं स्वीक्रियते। नित्यत्वं स्वीकुर्मः चेत् तत्र मध्यमपरिमाणमपि न, अणुपरिमाणमपि न, केवलं परममहत्परिमाणम् इति विभुत्वमपि भवति। तर्हि जीवः तु प्रतिशरीरं भिन्नः, विभुः नित्यः च इति तत्र लक्षणवाक्यम् आगतम्। विभुत्वात् सर्वभूतद्रव्ययोगित्वं जीवात्मनि, स्वविभुत्वम् इति चेत् तस्य कारणात् सर्वभूत सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि भवति। अवगतं वा तत् किमर्थं तथा भवति इति? उत्तमम्, अस्तु। तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? अहं पठामि। जीवात्मनः प्रत्यक्षं भवति मनसा, परमात्मनः प्रत्यक्षं न जायते, अतः अनुमानप्रमाणेन परमात्मा साधनीयः यथा पूर्वं प्रदर्शितम्। अङ्गुरः जायते बीजात्, यत् यत् उत्पद्यते तस्य कश्चन कर्ता भवति एव. पुस्तकनिर्माणं करोति कश्चन, घटनिर्माणं करोति कश्चन. यत् उत्पद्यते तस्य नाम कार्यं, यत् यत् कार्यं भवति तस्य कार्यस्य कर्ता नितरां भवति. कर्तारं विना कार्यं न उत्पद्यते. अङ्कुरादिकम् अपि उत्पद्यते, अङ्कुरादीनां कर्तृत्वमपि कर्तृत्वम् अस्माकं न सम्भवति. अतः सः कर्ता अन्यः एव भवेत्, सः एव कर्ता ईश्वरः इति उच्यते. चित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति अनुमानम्. चित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घटः. इदानीं वदति जीवात्मनः प्रत्यक्षं न इति, क्षम्यता, परमात्मनः प्रत्यक्षं न इति. जीवात्मनः प्रत्यक्षं मनः इति तत्र भवति. मनः इति इत्युक्ते वयं जानीमः प्रतिशरीरं जीवात्मा अस्ति, वयं पश्यामः प्रतिशरीरम्. अतः तत्र प्रत्यक्षस्य कारणं मनः इति. इत्युक्ते परमात्मनः मनसा जीवात्मनः प्रत्यक्षं भवति. मनसा जीवात्मनः प्रत्यक्षं भवति. परमात्मनः प्रत्यक्षं न भवति, अतः तद् अनुमानेन एव भवति इति वयं पूर्वं दृष्टवन्तः. यदा उदाहरणमस्ति, अङ्गुरः बीजात् वर्धते, तत्र कार्यमस्ति कारणमपि अस्ति. तादृशं पुस्तकनिर्माणं भवति, घटनिर्माणं भवति, तत्रापि कार्यं भवति. अनन्तरं कार्यं कर्तुं कार्यस्य कारणं कर्ता अपि निश्चयेन. अतः कार्यं विना कर्तारं विना कार्यं न भवति इति. हा हा, एकक्षणं महोदय, अत्र कारणम् इति न, परन्तु कर्ता. कार्यस्य कारणम् अपि आवश्यकम्, अपि च कर्ता अपि आवश्यकः खलु. तर्हि तत्र यदा वयं घटनिर्माणं पश्यामः, तत्र घटनिर्माणस्य कारणं तु तत्र कपालः, अपि च तादृश तस्य सामग्री, तत्सर्वं वयं तत्र सङ्गृहीय एकस्थले स्थापयामः चेत् तत्र घटनिर्माणं स्वयं न भवति. तत्र कुम्भकारः इति कोऽपि स्यात्, केन घटः निर्मीयते. तर्हि तत्र पुनः एतत्तु तत्र अस्माकम् आनुभविकं ज्ञानमस्ति खलु. तर्हि तत्र केवलं तत्र कारणं सर्वम् इत्युक्ते तत्र सामग्री सर्वम् एकस्थले स्थापयामः चेत् तत्र कार्यं स्वयं न भवति. तत्र कोऽपि स्यात् येन कार्यं क्रियते, यत्किमपि भवतु, घटः वा भवतु, पुस्तकं वा भवतु, गृहं वा भवतु, मार्गः वा भवतु, यत्किमपि भवतु, परन्तु तत्र कारणमपि भवेत्, कर्ता अपि भवेत् इति अस्माकम् आनुभविकं ज्ञानमस्ति. तर्हि तत्र यदा वयं अत्र उदाहरणरीत्या पश्यामः चेत् पुस्तकनिर्माणं यः करोति इति वयं पश्यामः, घटनिर्माणमपि यः करोति इति वयं पश्यामः. परन्तु अङ्गुरः वर्धते किमर्थम् इति, अतः यः एवं कार्यं करोति इति वयं प्रत्यक्षेण न जानीमः. अतः सहकर्ता ईश्वरः इति वयं वदामः. हा सत्यं सत्यम्. इत्युक्ते घटनिर्माणं भवति चेत् तत्र कुम्भकारः कोऽपि अस्ति इति वयं द्रष्टुं शक्नुमः. तथैव तत्र पुस्तकं कोऽपि करोति चेत् तत्र पुस्तकनिर्माता कोऽपि अस्ति इति वयं द्रष्टुं शक्नुमः. परन्तु इदानीम् अङ्कुरः बीजात् अस्ति. तत्र बीजः बीजात् कथं तत्र अङ्कुरः जायते इति वयं पश्यामः चेत् तत्र बीजः कथं बीजस्य उत्पन्नं कथं भवति इति वयं चिन्तयामः चेत् तत्र कर्ता कः इति वयं प्रत्यक्षज्ञानम् अस्माकं नास्ति खलु. तत्र कर्ता कः इति तस्य विषये तत्र अस्माकं प्रत्यक्षज्ञानं नास्ति. तर्हि तत्र अनुमानेनैव वयं वक्तुं शक्नुमः तत्र कर्ता कोऽपि स्यात् येन तादृशं कार्यं क्रियते इति. तर्हि तादृश अनुमानेनैव वयं वक्तुं शक्नुमः अत्र जीवात्मा इति क्षम्यतां परमात्मा इति कोऽपि अस्ति यः तादृशं कार्यं करोति, यः कर्तारूपेण कर्तृत्वं स्वीकृत्य तादृशकार्यं करोति इति. तर्हि अग्रे पठतु महोदय, तत्र अङ्कुरादिकमपि उत्पद्यते. तादृशं चित्त्याङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति अनुमानमस्ति. इत्युक्ते अत्र अङ्कुरादिकम् अपि अन्य किमपि प्रत्यक्षे न पश्यामः, परन्तु तदपि कर्तृजन्यम् अस्ति. हा इत्युक्ते अङ्कुरादिकं पश्यामः, परन्तु अङ्कुरादिकं कथम् उत्पद्यते इति वयं प्रत्यक्षेन न पश्यामः खलु. हा हा, अत्र अनुमानम् इति प्रसङ्गः अस्ति. इत्युक्ते अङ्कुरादिकं घटवत् इत्युक्ते तत्र घटमिव घटः इव. तर्हि घटनिर्माणे यथा तत्र कोऽपि कर्ता अस्ति येन घटनिर्माणं क्रियते, तद्वत् यदा अङ्कुरादिकं जायते इत्युक्ते अङ्कुरादिकं तत्र वर्तते, तस्य अपि कोऽपि कर्ता स्यात् इति अनुमानं कृत्वा तत्र तस्मिन्नपि तत्र अङ्कुरादिकजन्यमपि एकं कार्यमस्ति, तर्हि तस्य कार्यस्य कृते अपि कोऽपि कर्ता स्यात् इति अनुमानं कृत्वा तत्र परमात्मा एव तत्र कर्ता इति स्वीकृत्य अनुमानं कुर्मः इति. घटवत् इति तत्र उदाहरणमस्ति. यथा घटनिर्माणे तत्र वयं अनुमानप्रसङ्गे तथा एव वयं वदामः. इत्युक्ते तत्र एतस्मिन् स्थले अनुमानं करणीयम् इति अस्ति चेत् अन्यस्थलेषु उदाहरणं स्वीकृत्य तस्मिन् सन्दर्भे तथा भवति, तर्हि अत्रापि तथा भवेत् इति अनुमानं कुर्मः. तथैव अनुमानं भवति खलु. इत्युक्ते तत्र प्रसिद्ध उदाहरणमस्ति पर्वते वह्निः अस्ति धूमः इति कारणात्, धूमः दृश्यते इति कारणात् यथा पाकशाला. इत्युक्ते पाकशालायां तत्र धूमः वयं पश्यामः. धूमस्य कारणम् अत्र अस्ति वह्निः. वह्निः अस्ति इति कारणात् धूमः अपि अस्ति अत्र. तर्हि पर्वते दूरे स्थितः पर्वतः दृश्यते चेत् तस्मिन् वह्निः अस्ति वा न वा इति वयं द्रष्टुं न शक्नुमः. परन्तु दूरे स्थितस्य पर्वतस्य उपरि धूमः अस्ति इति वयं द्रष्टुं शक्नुमः खलु. तर्हि धूमः अस्ति चेत् धूमः तत्र अस्ति इति कारणात् तत्र वह्निः स्यात् इति वयम् अनुमानं कुर्मः. सत्यं तद् अनुमानं वयं कथं कर्तुं शक्नुमः, यतोहि अस्माकं पूर्वज्ञानमस्ति. पूर्वं वयं यत्र कुत्रापि दृष्टवन्तः यत्र वह्निः आसीत् वह्नेः कारणात् तत्र धूमः अपि आसीत्। तर्हि अन्यस्थलेषु यदा वयं धूमं पश्यामः वयं ज्ञातुं शक्नुमः तत्रापि वह्निः स्यात्, तस्मात् कारणात् एव धूमः अपि स्यात् इति। तदेव अनुमानमस्ति इति इत्युक्ते पूर्वम् अस्माकं ज्ञानम् अस्ति, तस्मिन् ज्ञानस्य आधारेण इदानीम् अनुमानं कुर्मः तत्र अत्रापि तथा स्यात् इति। तर्हि घटनिर्माणप्रसङ्गे अस्माकं ज्ञानम् अस्ति, घटनिर्माणं कथं भवति, तत्र घटसामग्रिः अस्ति चेदपि तत्र कर्ता रूपेण कोऽपि नास्ति चेत् तत्र घटनिर्माणं न भवति इति वयं जानीमः। तदेव अस्ति घटवत् इति, इत्युक्ते घटवत् इत्युक्ते घटनिर्माणमिव। तर्हि घटनिर्माणसन्दर्भे तत्र कार्यं भवति यदा कर्ता अस्ति चेत्। तथैव अङ्कुरादिकम् इति कार्यं भवति चेत्, अङ्कुरादिकजन्यं तत्सर्वं भवति चेत् तस्य कार्यस्य कृते अपि कोऽपि कर्ता आवश्यकम् इति वयं ज्ञातुं शक्नुमः खलु। तर्हि तत्र यत्र यत्र कार्यमस्ति तत्र तत्र कर्ता अपि भवेत् इति कृत्वा तत्रापि कर्ता अस्ति। कर्ता कः इत्युक्ते परमात्मा इति वयं वक्तुं शक्नुमः। अस्तु, स्पष्टं वा? स्पष्टं भगिनि। अस्तु, अग्रे पठतु। जीवात्मनः किन्तु प्रत्यक्षं जायते, प्रत्यक्षं द्विविधं, बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षं च। बाह्यप्रत्यक्षं पुनः पञ्चविधं, चाक्षुषं, व्यासनं, घ्राणजं, श्रावणं, त्वाचञ्च। आन्तरप्रत्यक्षम् एकविधं, मानसप्रत्यक्षं, मनसा जायमानं प्रत्यक्षं मानसम्। इदानीं जीवात्मनः प्रत्यक्षम् इति वयम् इदानीं जानीमः, प्रत्यक्षमपि बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षम् इति द्विविधं, पुनः बाह्यप्रत्यक्षं पञ्चविधं भवति, चक्षुषा प्रत्यक्षं भवति, रसनेन्द्रियेण प्रत्यक्षं भवति, घ्राणेन्द्रियेण प्रत्यक्षं भवति, श्रवणकारणेन, अनन्तरं स्पर्शविधा, पञ्चविधं बाह्यप्रत्यक्षं भवति। आन्तरप्रत्यक्षम् एकविधमेव, केवलं मनसा एव तद्भवति, मनसा जायमानं प्रत्यक्षं मानसमिति। अहं जानामि, अहमिच्छामि, अहं खादामि, अहम् अहमिति भवति किल, तदेव प्रत्यक्षम्। अहमिति प्रतीतिः भवति, अहमिति पदस्य अर्थः आत्मा। इदं मानसप्रत्यक्षं, मनः अपि इन्द्रियं, मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः। आम्, अत्र इदानीं वयम् अहं जानामि इति अथवा अहम् इच्छामि तादृश रीत्या वयं वदामः, तत्र तद् प्रत्यक्षमेव इति। अतः तत्र अहमिति पूर्वं ज्ञानम् आसीत् इति तदेव वयम् इदानीं पुनः पश्यामः। अतः अहमिति तत्र पदस्य अर्थः अस्ति आत्मा इति। एतदस्ति मानसप्रत्यक्षम्। इत्युक्ते तत्र बाह्यप्रत्यक्षरीत्या नास्ति, परन्तु मानसप्रत्यक्षम् इति। मनः अपि इन्द्रियं, मनः अपि इन्द्रियेण प्रत्यक्षं जायते आत्मनः। मनः इन्द्रियमस्ति, तदपि आत्मनः प्रत्यक्षं भवितुम् इन्द्रियरीत्या वर्तते इति वा? हा, इत्युक्ते तत्र मनः इति अपि एकम् इन्द्रियमस्ति खलु, तर्हि मनः मनसा अपि तत्र प्रत्यक्षं ज्ञानं भवति. तत्र यद् मनसा प्रत्यक्षं ज्ञानं यद् भवति तद् आत्मनः भवति. अतः मनः इन्द्रियेण इन्द्रियमस्ति, तद् रूपेण तद्वारा आत्मनः प्रत्यक्षं भवति. हा, अपि च आत्मनि विद्यमानः गुणः खलु, इत्युक्ते तत्र चक्षुषा वयं पश्यामः, तत्र भिन्नभिन्न यद् बाह्य बाह्येन्द्रियं यदस्ति तेन तत्र बाह्यप्रत्यक्षं भवति खलु, तत्र चक्षुषा, तत्र चाक्षुषं, रासनम् इति तत्सर्वं भवति तथा. तथैव मनः इति यदिन्द्रियमस्ति तेन तत्र आत्मनि विद्यमानानां गुणानां प्रत्यक्षं भवति, तत्र ज्ञानम्, इच्छा, सुखं, दुःखं, तत्सर्वं. इत्युक्ते घटः अस्माकं पुरतः घटः अस्ति चेत् घटस्य प्रत्यक्षं कथं भवति? तत्र घटस्य प्रत्यक्षं चक्षुषा भवति खलु. चक्षुः अस्ति चेत् तत्र घटं दृष्ट्वा वयं तत्र घटः अस्ति अथवा पुस्तकम् अस्ति इति वक्तुं शक्नुमः. तर्हि मनसा तत्र ज्ञानस्य प्रत्यक्षं तथा भवति. अग्रे पठामि वा महोदय? हा महोदय, क्षम्यता महोदय. Water is flowing from the roof, large amount, I don't know, something has gone wrong. Will you kindly... Oh, idanim gantavyam va bhavata? Aam. Chinta nasti mahodaya, chinta nasti. Kramyata, kripya kramyata. Chinta nasti. Aga, agrima saptahe. Agrima saptahe, haa, melishyamaha. तत्र भवान् क्षम्यताम् एकक्षणं, भवान् आगन्तुं शक्नोति खलु? तत्र जुलै 4 अस्ति मम. अस्तु, उत्तमम्. आम्, अस्तु महोदय. हा, पठतु महोदय, मनः इति विषये पठतु अग्रे. मनसा आत्मनः प्रत्यक्षम्, आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षम्. ज्ञानस्य प्रत्यक्षम् इच्छायाः प्रत्यक्षं, दुःखस्य प्रत्यक्षम् एवं च नवानां विशिष्टगुणानां प्रत्यक्षं भवति मनः इति इन्द्रियेण. घटपटादीनां प्रत्यक्षं जायते चक्षुरिन्द्रियेण. मनसा यत् ज्ञानं जायते तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छा सुखदुःखादयः गुणाः जीवात्मा स्वयं च. अतः इदानीं आत्मनः प्रत्यक्षं मनसा भवति, अनन्तरम् आत्मनि किं किम् अस्ति इति ज्ञानादीनां प्रत्यक्षमपि मनसा भवति, अनन्तरं ज्ञानस्य प्रत्यक्षम् इच्छायाः प्रत्यक्षं, तादृश कानि गुणानि आत्मनि वर्तन्ते तेषां प्रत्यक्षं मनः इति इन्द्रियेण भवति. यदा चक्षुरिन्द्रियेण घटपटादीनां प्रत्यक्षं जायते इति, तादृशं मनसा ज्ञानं ज्ञातुं शक्नुमः. अनन्तरं ज्ञानस्य विषयः, अनन्तरम् आत्मनि विद्यमानाः अन्यगुणाः अपि द्रष्टुं शक्नुमः. ज्ञातुं हा सत्यं तावदेव. अस्तु, किञ्चित् मनविषये अपि मनोनिरूपणम् इति अग्रिमभागः अस्ति खलु, तत्र करपत्रे एव किञ्चित् पठामः. हा हा, पठितुं शक्नोति वा भगिनि? पठतु. करपत्रात् रमणः मनः सुखाद्युपलब्धसाधन साधनम् इन्द्रियं मनः तच्च तत् च प्रत्यात्मनि यतत्त्वादनन्तं परमाणुरूपं नित्यं च एकवारं पठामि. तत् च प्रत्यात्मनि यतत् प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यं च सुखादीनम् उपलब्धिः इति सुखाद्युपलब्धिः षष्टि तत्पुरुषसमासः सुखा अत्र परमाणु बहु सम्यक् न किम् उक्तवती न अवगतं मया. न परमाणुरूपम् अत्र अस्ति न तत्र परमाणुरूपं कुतः आगतं? तत्र सुखादीनाम् उपलब्धिः इति सुखाद्युपलब्धिः तत्र षष्टि तत्पुरुषसमासः खलु. अत्र परमाणुविषयं शृण्वन्ति अहं तत्र अस्मिन् प्रसङ्गे परमाणुविषये किमपि नास्ति भगिनि. तत्र जीवात्मनः विषये यदा वयं चर्चितवन्तः तत् आसीत्. तत्र मुद्रणं शृणोतु, प्रश्नः अस्ति चेत् आगामि. साधनम् इन्द्रियं मनः अस्ति भगिनि क्षम्यताम्, तत्र परिच्छेदः सम्पूर्णं पठतु. तत्र सुखादीनाम् उपलब्धिः इति सुखाद्युपलब्धिः षष्टि तत्पुरुषसमासः अग्रे पठतु. उपलब्धिः नाम प्रत्यक्षं. कस्य प्रत्यक्षं? सुखादीनां प्रत्यक्षं. सुखस्य प्रत्यक्षं, दुःखस्य प्रत्यक्षं, ज्ञानस्य प्रत्यक्षम्, इच्छायाः प्रत्यक्षम्, इमे नवगुणाः इति आदिपदेन स्वीकार्यम्. आत्मनि विद्यमानाः गुणाः ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना च संस्कारः. उपलब्धिः इति प्रत्यक्षं, प्रत्यक्षम् इति एकविज्ञानं. ज्ञानं चतुर्विधं, प्रत्यक्षम् अनुमितिः उपमितिः शाब्दव्यबोधः च. प्रत्यक्षम् अन्यतमं ज्ञानम् इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्. चक्षुरिन्द्रियेण एकं ज्ञानं जायते. किं ज्ञानम्? इदं पुस्तकम् इति ज्ञानम्. अहमपि वयमपि इदानीं इदं पुस्तकम् इति ज्ञानं परे पूर्वे उक्तवन्ति न? इदं पुस्तकम् इति ज्ञानं मम उत्पन्नं. अपि च एतद् एव इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम्. एतद् अपि एकं ज्ञानम्, एतत् ज्ञानं नाम अहं जानामि इति ज्ञानम्, एतत् अपि एकं ज्ञानम्, अहं ज्ञानस्य आश्रयः, अहम् इति पदार्थः, जीवात्मा अहम् इत्यनेन जीवात्मनः प्रत्यक्षं जायते, अपि च जानामि इत्यनेन ज्ञानं भासते, तादृशज्ञानस्य तादृशज्ञानस्य प्रत्यक्षं भवति मनसा. अत्र सुखदुःख लब्धिसाधनम् इन्द्रियं मनः इति विवरणं करोति एतत् समये. तत् च प्रत्यात्म नियतत्वादनन्तनं भगिनी तत्सर्वम् अग्रे आगच्छति. तत्र यत् स्थूल स्थूलमुद्रणं यदस्ति तद् मास्तु, तत्र तदनन्तरं किम् अस्ति सुखादीनां प्रत्यक्षं खलु, तस्मात् सुखादीनाम् उपलब्धिः इति सुखादुपलब्धिः षष्ठी तत्पुरुषमासः. भगिनी एकक्षणं क्षम्यता, तत्र पुनः मा पठतु, तदेव अहं बालसुब्रह्मण्यं महोदयमपि उक्तवती. तत्र तत् यद् पठितवती तस्मिन् किम् आसीत्, किम् अवगतवती इति स्वस्य शब्दैः वदतु, तत्र पुनः पठनेन न कोऽपि लाभः. सुखात् उपलब्धिः इति षष्ठी तत्पुरुषसमासः. अस्तु, तत्तु उपलब्धिः नाम प्रत्यक्षं, तत्तु कस्य प्रत्यक्षं? सुखादीनां. क्षम्यताम्, इदानीमेव उक्तवती, तत्र किम् अस्ति तत् पुनः मा पठतु, भवती स्वस्य शब्दैः उच्यतु तत्र तत्र किम् अस्ति इति उच्यताम्. तत्तु नवगुणाः सन्ति, ते नवगुणाः कुत्र सन्ति? सुखस्य, दुःखस्य, न कुत्र सन्ति आदि, कुत्र सन्ति? मनसे. सुनील महोदय, भवान् वदतु, नवगुणाः कुत्र सन्ति? इदानीम् आत्मनि विद्यमानाः गुणाः. अग्रे वदतु महोदय. तत्र आत्मनि विद्यमानाः गुणानां विषये इदानीम् अत्र सन्ति. अत्र ज्ञानं, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, अनन्तरं भावनाख्यसंस्कारः इति. तत्र उपलब्धिः इति अत्र प्रत्यक्षम् इति अर्थः अस्ति. अतः कस्य प्रत्यक्षम् इति प्रश्नः अपि अस्ति. अतः तादृशगुणानां प्रत्यक्षविषये इदानीम् अत्र सन्ति. उत्तमम्, अवगच्छति वा भगिनी? आगच्छति. अस्तु, तर्हि प्रत्यक्षम् इति तत्र एकविधज्ञानम् अस्ति खलु. तत्र इदानीं वयं चर्चितवन्तः अनुमानविषये. तत्र अनुमानं, क्षम्यतां, ज्ञानं चतुर्विधं भवति, प्रत्यक्षज्ञानम्, अनुमानं, उपमितिः, अनुमितिः, प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दं, शाब्दबोधः इति तत्र चतुर्विधज्ञानं भवति. तत्र इन्द्रियेण यद् ज्ञानं भवति तस्य नाम अस्ति प्रत्यक्षम् इति. इत्युक्ते साक्षात् वयं तस्य ज्ञानं प्राप्नुमः इति कारणात् तस्य ज्ञानम् अस्ति प्रत्यक्षम् इति. तत्र तत्र यदा पुस्तकम् अस्माकं पुरतः अस्ति चेत् तत्र पुस्तकं वयं पश्यामः, तर्हि तत्र तदस्ति एकविध एकं ज्ञानं, तत्र चक्षुरिन्द्रियेण तद् ज्ञानम् अस्माकं आत्मनि भवति. तर्हि इदं पुस्तकम् इति एकं ज्ञानम् अस्ति. तर्हि इदं पुस्तकम् इति ज्ञानम् आत्मनि उत्पन्नम् इत्यपि एकं ज्ञानम् अस्ति खलु. तर्हि तत्र इदं पुस्तकम् इति ज्ञानम्, इदं पुस्तकम् इति ज्ञानम्, इदं पुस्तकम् इति अहं जानामि इत्यपि एकं ज्ञानम् अस्ति. तद् अपि तत्र अहं जानामि इति एकं ज्ञानम् अस्ति, तदपि एकं ज्ञानम् अस्ति. तद् ज्ञानम् इदं पुस्तकम् इति ज्ञानं चक्षुरिन्द्रियेण भवति. इदं पुस्तकम् इति अहं जानामि इति यद् ज्ञानं भवति, अहं जानामि इति ज्ञानं, तद् ज्ञानं मनसा भवति. तत्र अहम् इति यद् अहम् इति पदार्थः यद् अहं जानामि इति पदेन तत्र अहम् इति यदस्ति तत् पदं तत्र जीवात्मा सूचयति. तत्र जीवात्मनि तादृशज्ञानम् उत्पद्यते, जीवात्मनि ज्ञानम् उत्पद्यते, तत् तत् आत्मनि जीवात्मा. उत्तमं. तर्हि इदानीं समयः अभवत्, तर्हि अत्र अद्य समापयामः. आगामिकक्षायां मनविषये मनोनिरूपणं कृत्वा अग्रे सरामः. अस्तु, धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः.